नमः नमस्कारः तर्हि अद्य अस्माकं नूतनविषयः अस्ति तृतीया विभक्तिः पुस्तकमस्ति विभक्तिवल्लरी अत्र अष्टादशे पुटे स्मः तृतीया विभक्तिः इदानीं वयं दृष्टवन्तः द्वितीयविभक्तिविषये यत् सामान्यद्वितीयविभक्तिः भवति इत्युक्ते कारकद्वितीया यत् वदामः कारकद्वितीया यत्र द्वितीयविभक्तिः इति कर्मपदमस्ति ग्रन्थः अस्ति किन्तु अहं पश्यामि किं वदामः अहं ग्रन्थं पश्यामि तत्र ग्रन्थम् इति कर्तृपदं कर्मपदं वा कर्मपदं तर्हि द्वितीयविभक्तिः सामान्यतया इत्युक्ते कर्मपदं खलु इति सामान्यप्रयोगः अनन्तरं वयं दृष्टवन्तः कुत्रचित् द्वितीयविभक्तिः भवति यत्र कर्मपदम् इति विषयः नास्ति यथा परितः तत्र उभयतः परितः तत्र परितः इति गृहं परितः वृक्षाः सन्ति अत्र अध्यापकं परितः छात्राः सन्ति इति तु सामान्यकारकद्वितीयविभक्तिः इत्युक्ते कर्मपदम् अनन्तरं कुत्रचित् अन्यत्र भवति यथा वयं दृष्टवन्तः इदानीं तृतीयविभक्तिः अपि तथा तृतीयविभक्तिः अपि तथा नाम इत्युक्ते अहं यदा वदामि नाम शब्दस्य प्रयोगः भवति अर्थे अर्थविषये इत्युक्ते नाम तर्हि नाम इत्युक्ते कथनस्य आशयः इति नाम तर्हि अत्र तृतीयविभक्तौ यत्र द्वितीयविभक्तिः भवति स्म तत्र कर्मपदमिति विषयः कर्मपदं कुत्र भवति अत्र क्रियापदस्य सम्बन्धः वाक्ये अहं ग्रन्थं पश्यामि अत्र ग्रन्थं कर्मपदमस्ति क्रियापदस्य सम्बन्धे तत्र सम्बन्धः भवति क्रियापदेन सह सम्बन्धः भवति तत्र कर्मपदम् एतादृशसम्बन्धः भवति तर्हि तृतीया विभक्तिः भवति द्वितीयविभक्तिः कर्मपदं तृतीयविभक्तिः केवलम् एकः तादृशप्रयोगः इति न तदपेक्षया अधिकाः प्रयोगाः भवन्ति तृतीयविभक्तौ प्रथमप्रयोगः अस्ति साधनम् अनन्तरम् अन्यप्रयोगाः अपि सन्ति कर्मपदं न यत्र द्वितीयविभक्तिः अस्ति क्रियापदस्य सम्बन्धः तत्र कर्मपदमिति एक एव प्रयोगः अनन्तरं यत्र क्रियापदस्य सम्बन्धः नास्ति परितः उभयतः इत्यादिकं तत्र अन्यविभागः इति चिन्तयतु अन्यविभागः अत्र कारकद्वितीया क्रियापदस्य सम्बन्धः अनन्तरम् उपपदद्वितीया यत्र क्रियापदस्य सम्बन्धः नास्ति तर्हि परितः उभयतः इति तत्र उपपदद्वितीया तर्हि कारकद्वितीया उपपदद्वितीया इदानीं कारकतृतीया कुत्र कुत्र भवति क्रियापदस्य सम्बन्धे इति कारकतृतीया. प्रथममस्ति साधनम्. अत्र उदाहरणं दत्तमस्ति, सः दण्डेन शुनकं ताडयति, नाम माध्यमं साधनम्. अस्तु, तर्हि कृपया महोदय, प्रथमं तत्र अभ्यासः अस्ति. अभ्यासः एतैः साधनैः भवन्तः किम् एतैः साधनैः भवन्तः किं कर्तुं शक्नुवन्ति कर्तुं शक्नुवन्ति लिखन्तु. अत्र किं कर्तुं शक्नुवन्ति कर्तुं शक्नुवन्ति लिखन्तु. उदाहरण करवस्त्रम्. अहं करवस्त्रेण मुखं मार्जयामि. अत्र करवस्त्रमिति साधनं साधनेन मुखं मार्जयामि. करवस्त्रेण मुखं मार्जयामि. अस्तु, प्रथमवाक्यं वदतु. कर्तरि. अहं कागदं कर्तयामि. कागदं कर्तयामि. कर्तरि इति तृतीया. अत्र किं किं किम् अत्र किञ्चित् अभ्यासं पुनः स्मरणं कुर्मः, नाम रूपं किं, प्रथमतया रूपं किं. तर्हि उदाहरणार्थं हस्तः अस्ति, हस्तः अस्ति, अहं खादामि हस्तेन. तर्हि पुल्लिङ्गशब्दः अस्ति चेत् हस्तः हस्तेन, हस्तः हस्तेन. इदानीं नपुंसकलिङ्गशब्दः अपि तथा अस्ति. वाहनं वाहनं वाहनेन वाहनेन. तर्हि एकं लिखन्तु येन स्मरणं भवेत्. अत्र हस्तः हस्तेन, वाहनं वाहनेन, न पुल्लिङ्गशब्दः हस्तः हस्तेन, नपुंसकलिङ्गशब्दः वाहनं वाहनेन. स्त्रीलिङ्गशब्दः स्त्रीलिङ्गशब्दः यथा अस्तु, माला इत्यस्य किं भवति रूपं जानन्ति वा? तृतीया मालया. मालया, माला, मालया, मालया, कुञ्चिका, कुञ्चिका, कुञ्चिकया, कुञ्चिकया. एकवचने. इदानीं नदी अथवा लेखनी, लेखनी इति कुर्मः तत् किं भवति? लेखन्या, लेखन्या. तर्हि भेदः अस्ति खलु, कुञ्चिकया, तत्र मध्ये अकारः अस्ति, कुञ्चिकया, लेखन्या. एतावता एकवचने एव अस्ति, अतः कुर्मः इदानीम्. अहं कर्तर्या. अहं कागदं कर्तयामि. कर्तर्या, कर्तव्या, अहं कागदं कर्तयामि. अस्तु, राजशेखरमहोदय द्वितीयं करोतु. कुञ्चिका. अहं तालम् उद्घाटयामि. अहं तालम् उद्घाटयामि. कुञ्चिका, कुञ्चिका इति शब्दं जानाति वा? कुञ्चिका जानाति भवान्? कुञ्चिकया. तस्य अर्थः कः इति जानाति वा? कुञ्चिका जानाति वा? is right. Ha ha ha. Atah vadatu, vakyam vadatu. Aham talam talam utkatayami. Aham tala aham tale talaya utkatayami. No no no. Ekanimeshah. Atra talena. अत्र अत्र साधनमस्ति कुञ्चिका साधनमस्ति कुञ्चिका वाक्यमस्ति अहं कुञ्चिकया तालम् उद्घाटयामि अवगच्छति वा अवगच्छति अवगच्छति अवगच्छामि अवगच्छामि हा अस्तु विश्वनाथमहोदयः उट्टङ्कनयन्त्रम् ऐ विल् टेक् नेक्स्ट् वन् सीवनयन्त्रम् ओके सीवनयन्त्रम् अहं सीवनयन्त्रेण सीवनं करोमि समीचीनं हा अस्तु भगिनि हा तत्र अहं किमपि उक्तवान् पूर्वम् उक्तवान् खलु वयं चर्चितवन्तः नियमः अस्ति एकस्मिन् शब्दे रेफः रेफः अस्ति चेत् रेफः तत्र तस्मिन्नेव पदे तत्र नकारः अस्ति चेत् तत्र तेन पत्रेण वयं चर्चितवन्तः इति अहं मन्ये समीचीनमस्ति अतः रेपः अस्ति चेत् नकारस्य स्थाने अण भवति अस्तु तृतीयवाक्यं लक्ष्मीभगिनी वदतु उट्टङ्कनयन्त्रम् उट्टङ्कनयन्त्रेण अहम् उट्टङ्कनं करोमि समीचीनमस्ति विमानेन अहं सञ्चारं करोमि विमानेन समीचीनं राजशेखर महोदय अहं सूक्ष्मदर्शकेन सूक्ष्मवस्तूनि पश्यामि समीचीनमस्ति अस्तु अग्रिमं वाक्यं खण्डतीकम् यथा माला माला अहं कङ्कतीकेन न न माला इव माला अत्र लिङ्गं किं स्त्रीलिङ्गं माला इति उदाहरणमस्ति माला कुञ्चिका कुञ्चिका अहं कङ्कतीकया केशप्रसाधनं करोमि अहं कङ्कतीकया कङ्कतीकया केशप्रसाधनं करोमि कङ्कतीकया इत्युक्ते कङ्कतिका इत्युक्ते कङ्कतं सामान्यतया वयं वदामः कङ्कतं कङ्कतम् इति नपुंसकलिङ्गशब्दः कङ्कतिका इति स्त्रीलिङ्गशब्दः तत्र यन्त्रं यदस्ति तत् सा कङ्कतिका अथवा कङ्कतं कोम् इति वदामः कङ्कतम् इत्युक्ते कोम् कङ्किता इति तदेव अस्ति कङ्कतिका उट्टङ्कनयन्त्रम् इत्युक्ते उट्टङ्कनयन्त्रं यद् उट्टङ्कनयन्त्रम् उट्टङ्कनं करोमि अहं यदा लिखामि यद् अत्र सङ्गणकं अद्य वयं सङ्गणकस्य उपयोगं कुर्मः किन्तु प्राचीनकाले पूर्वं यदा विद्युत् नासीत् विद्युतः अनन्तरमपि प्रयोगः भवति स्म विद्युत् उट्टङ्कनयन्त्रं विद्युत् टङ्कनयन्त्रं समीचीनम्. अग्रे लक्ष्मी भगिनि. लोकयानेन अहं प्रयाणं करोमि. लोकयानेन अस्तु, अवगतं खलु. दूरवाण्या अहं सम्भाषणं करोमि. अहं द्विचक्रिकया विद्यालयं गच्छामि. समीचीनमस्ति. अहं लेखनीय अक्षराणि लिखामि. तर्हि लेखनी किं भवति रूपं? लेखनी रूपं किं? तृतीया विभक्तिः. अत्र अहं किं वक्तुमिच्छामि, लेखनीया इति नास्ति, अस्ति किं? लेखन्या. अर्धनकारः, अर्धनकारः, अर्धनकारे यकारः. अहं लेखन्या अक्षराणि लिखामि. अक्षराणि लिखामि. अस्तु लक्ष्मी भगिनी. कूर्चेन अहं चित्राणि लिखामि. अहं कूर्चेन चित्राणि लिखामि. अत्र कूर्च पुनः वदतु. कूर्चेन. अत्र कूर्चेन इति अस्ति. कूर्चेन न, न सामान्य न. किमर्थम्? अहम् उक्तवान् प्रायः, किन्तु पुनः वदामि. कूर्चेन अत्र यद्यपि रेफः अस्ति, तथापि नकारस्य स्थाने ण न भवति. अत्र रेफः नकारः मध्ये के वर्णाः भवितुं शक्नुवन्ति येन नकारस्य ऋणत्वं भविष्यति? तत्र मध्ये यः कोऽपि स्वरः, मध्ये कोऽपि स्वरः अस्ति चेत् ऋणत्वं भवति. विषयः अस्ति ऋणत्वम्, ऋणत्वं भवति, भवति न वा इति प्रश्नः. रेफः पूर्वमस्ति चेत् मध्ये रेफः नकारः, मध्ये स्वराः सन्ति चेत् ऋणत्वं भवति. अनन्तरं मध्ये कवर्गः अथवा पवर्गः मध्ये अस्ति चेत्, कवर्गः नाम प्रथमवर्गः, पवर्गः पञ्चमवर्गः, अन्तिमवर्गः कखगघम, तत्र ऋणत्वं भवति. किन्तु मध्ये कोऽपि वर्णः, चवर्गीयः, टवर्गीयः, तवर्गीयः, तत्र व्यवधानमस्ति, बाधा, ऋणत्वं न भवति. अवगतं वा? अतः अत्र किम्, अत्र स्थितिः का? कूर्चः, चकारः अस्ति, मध्ये चकारः अस्ति, अतः बाधा न भवति. इदानीं वदामः यन्त्रं. यन्त्रेण. यत् यन्त्रेण, तत्र मध्ये के वर्णाः सन्ति? यन्त्रेण त अस्ति वा? तत् पूर्वमस्ति खलु, तकारः पूर्वमस्ति, मध्ये नास्ति. यन्त्रं त र रेफः अनन्तरं. तर्हि यन्त्रेण, अत्र यन्त्रेण इति शब्दे रेफः नकारः, तत्र मध्ये के वर्णाः सन्ति? यन्त्रेण मध्ये के वर्णाः सन्ति? केवलम् एकः वर्णः न, मध्ये किमस्ति? वर्णः एकः अस्ति. कः वर्णः यन्त्रेण? कः वर्गः मध्ये, कः वर्णः अस्ति? एकारः नास्ति किम्? एकारः ए, यन्त्रे ए अस्ति खलु, यन्त्रेण तो ए इति स्वरः अस्ति वा तो अहम् उक्तवान् यत् मध्ये स्वरः अस्ति चेत् अपि भवति भवति विश्वनाथमहोदय अवगच्छति वा इदानीं यन्त्रेण लिखतु यन्त्रेण तो तत्र यन्त्रेण इति शब्दे तत्र रेफः अस्ति अस्ति न वा अस्ति अनन्तरं नकारः अस्ति न वा एन एन नकारः न अस्ति वा You could follow what I'm saying, or you can't? Can you follow a little bit? I cannot find na in that one. Oh, you can't find na. Ena na yantrena. Look at tu copy. After look at tu. Suppose it was yakara hasti. Astu. Idam yantram look at tu yantram. Yeah, writing. Astu. You can identify more easily. Astu. किन्तु देवनागरी अपि लिखतु यन्त्रं अस्तु यन्त्रं के वर्णाः सन्ति अत्र य अनन्तरं न न मध्ये अस्ति वर्णः य अनन्तरं अत्र अ अस्ति मध्ये अनन्तरं न अस्ति अनन्तरं त अनन्तरं रेफः रेफः अनन्तरं अ अनन्तरं मा अत्र अस्ति अनन्तरं मा तो एते वर्णाः सन्ति अत्र यन्त्रमिति शब्दे अत्र य अ त ऋ अ म इति वर्णाः सन्ति इदानीं यन्त्रेण इति लिखतु यन्त्रिणः तर्हि के वर्णाः सन्ति य अ न त रेफः एकारः नकारः एकारः अस्ति वा तर्हि अत्र अवगच्छति वा अत्र यन्त्रे न अत्र य य अ न् त ऋ न् त ऋ ए न अ इति वर्णाः सन्ति अस्तु अवगच्छति वा इदानीं इदानीं यदा एकः शब्दः अस्ति यदा तदा मध्ये रेफः अस्ति अनन्तरं नकारः अस्ति रेफः इति कारणं नकारः इति फलमस्ति एकं कार्यं भवति अत्र रेफः इति कारणम् अत्र नकारः फलमस्ति नकारस्य स्थाने अनकारः भवति कारणमस्ति रेफः इदानीम् वयं ज्ञातुमिच्छामः रेफ नकारयोः मध्ये के वर्णाः सन्ति के वर्णाः मध्ये सन्ति द्वयोः वर्णयोः मध्ये स्वरः कोऽपि स्वरः अस्ति चेत् तत्र णत्वम् अत्र णत्वम् इति लिखतु णत्वम् अत्र णत्वं तव णत्वं भवति अत्र कोऽपि स्वरः अत्र कः वर्णः अत्र मध्ये एकारः यन्त्रे न अत्र मध्ये एकारः अस्ति एकारः स्वरः अस्ति वा अस्ति अतः बाधा इति शब्दः जानाति वा बाधा नास्ति स्वरः मध्ये अस्ति चेत् बाधा नास्ति अस्तु तर्हि अत्र नकारस्य स्थाने नकारः णत्वं भवति णत्वं भवति मध्ये स्वरः अस्ति चेत् अथवा मध्ये कवर्गः के वर्णाः सन्ति कवर्गे क घ क ख ग घ न कख कख ङ अस्तु कख कख ङ अथवा पभ बभम पभ बभम मध्ये अत्र रेफः नकारयोः मध्ये एते वर्णाः सन्ति चेत् अपि अणत्वं भवति किन्तु च वर्गः च च झ झ ञ ज अथवा ट वर्गः ट ठ ठ ठण अथवा त वर्गः तथा तथा न रेफनकारयोः मध्ये अस्ति चेत् बाधा बाधा अस्ति नकारस्य अणत्वं न भवति न भवति तर्हि कूर्च कूर्चः कूर्चः इति अस्ति तृतीयपद अत्र तर्हि यन्त्रं यन्त्रमस्ति अत्र यन्त्रमस्ति मध्ये रेफनकारयोः मध्ये कः वर्णः अस्ति एकारः बाधा अस्ति वा बाधा एकारः स्वरः अस्ति खलु तर्हि बाधा अस्ति वा नास्ति तर्हि णत्वम् अत्र णत्वं भवति वा यन्त्रं यन्त्रेण णत्वं भवति वा भवति अतः यन्त्रेण इदानीं कूर्चः कूर्चः अस्ति तर्हि कूर्चः लिखतु क उ रेफः चकारः रेफः चकारः इदानीम् एकारः ए अस्तु अस्तु कूर्चः कूर्चः इदानीं अत्र अत्र कूर्चेन इति लिखतु कूर्चेन न कूचेन अत्र के के वर्णाः सन्ति कूचेन क उ अनन्तरम् अनन्तरम् उकारः अनन्तरं रेफः अनन्तरं चकारः अनन्तरं एकारः एकारः अनन्तरं नकारः अनन्तरम् अकारः तर्हि अत्र कूर्च कु क उ रेफ् रेफः चकारः एकारः नकारः अकारः अत्र मध्ये रेफ रेफनकारयोः मध्ये इदानीं के के वर्णाः सन्ति विश्वनाथमहोदय वदतु मध्ये अत्र रेफः नकारः मध्ये के के वर्णाः सन्ति च ए च ए तर्हि अत्र बाधा अस्ति वा बाधा बाधा अहम् उक्तवान् यत् स्वरः कवर्गः पर्वर्गः तत्र बाधा नास्ति किन्तु च वर्गः टवर्गः तवर्गः तु बाधा अस्ति णत्वं न भवति तर्हि अत्र बाधा अस्ति वा चकारः अत्र चकारः बाधा अतः णत्वं भवति वा बाधा बाधा अस्ति अथवा न भवति अतः न भवति खलु नाटकं मा करोतु अस्तु अस्तु तर्हि अत्र कूचेन कूचेन अत्र यन्त्रेण कूचेन यन्त्रेण अस्तु लक्ष्मी भगिनी अवगच्छति वा अस्तु नियमः नियमं वदतु नियमः कः सिद्धान्तः पूर्वं रेफः अनन्तरं नकारः एकस्मिन् पदे पूर्वं रेफः अनन्तरं नकारः अस्ति चेत् णत्वं भवति कारणं किं रेफः कारः मध्ये न कारणमस्ति रेफः इति कारणं नकारः फलमस्ति अण अण इति फलमस्ति इदानीं मध्ये के के वर्णः भवितुम् अर्हन्ति कवर्गः पवर्गः अथवा चवर्गः स्वराः कवर्गः कवर्गीयः कोऽपि वर्णः पवर्गीय कोऽपि वर्णः अथवा यः कोऽपि स्वरः अस्ति चेत् सर्वे स्वराः यः कोऽपि स्वरः अस्ति चेत् अपि नकारः भविष्यति नकारः भविष्यति चकारः तकारः चवर्गः तवर्गः पवर्गः न न चवर्गः कवर्गः तवर्गः चवर्गः तवर्गः तवर्गः स्वरः अस्ति चेत् स्वरः न वर्गस्य स्वरे स्वरः इत्युक्ते किं वावल् स्वरः न न न अक्षरं लेटर् इति अक्षरं स्वर वावल् इति स्वरः कान्सनेण्ट् व्यञ्जनं व्यञ्जनं स्वरः व्यञ्जनम् अक्षरं स्वरः नाम वावल् consonant नाम व्यञ्जनम् You know they talk about sweet special foods. In Hindi, I don't know if they use the word in Telugu. They use vyanjan for tasty special tasty foods in Hindi. Anyway, it's the same word. It has more than one meaning. Okay. It also means consonant. Okay. Vyanjanam. Swaraha vyanjanam consonant. Letter iti aksharam. Swaraha aksharam. Aksharam means swaraha itite vowel. Okay. Aksharam letter. Letter. Any letter. Vyanjana. Astu. Astu. Tari Syuta. Syuta. Ha. Syutena saha. Syutena aham vastuni anayami. No. Samichinam. Ha. Rajasekhar Mahoday agre. Tula. अहं स्यूतेन वस्तूनि आनयामि अग्रिमं करोतु अग्रिमं राजशेखर महोदय अग्रिमं करोतु अहं तोलाय वस्तूनि तोलयामि पुनः वदतु अहं तोलाय न तोलया क्षम्यताम् तुलया इति न तुलया पुस्तकं मध्ये वस्तूनि तोलयामि अस्तु लक्ष्मी भगिनी अग्रे अहं अहं दन्तकूर्चेन दन्तधावनं करोमि दन्तकूर्चेन अत्र नत्वं भवति वा न किमर्थं चवर्गस्य बाधा अस्तु महोदय अग्रिमं भावसूचकानां शब्दानाम् अपि तृतीया भवति उदाहरणं बालकः सन्तोषेण क्रीडितुं गतवान् अत्र वयं प्रथमे अभ्यासे साधनमासीत् साधनम् इदानीं भावसूचकः तृतीयविभक्तिः भावसूचकः अस्तु तर्हि अत्रापि कारकतृतीया अस्ति अहम् उक्तवान् उपपदतृतीया कारकतृतीया एतत् सर्वं कारकतृतीया अस्ति अस्तु अभ्यासः वाक्यस्य अन्ते दत्तस्य शब्दस्य तृतीयाविभक्त्यन्तरूपेण रिक्तस्थानानि पूरयत् यथा सः कृषिं करोति स्म करोति स्म परिश्रमः सः परिश्रमेण कृषिं करोति स्म. अत्र णत्वं भवति वा? भवति. किमर्थं बाधा नास्ति? परिश्रमेण वर्ण मध्ये के के वर्णाः सन्ति? श्र रेपः अकारः रेपः अकारः मकारः एकारः मकारः कस्मिन् वर्गे अस्ति? एवं पवर्गे. अतः बाधा नास्ति. अस्तु सुब्रह्मण्यं महोदय, अग्रे प्रथमं करोतु. माता क्रोधेन बालकं ताडितवती. अत्र णत्वं भवति वा? कारणमस्ति वा? कारणमस्ति वा? कारणं रेफः. रेफः इति कारणं. कारणमस्ति वा? हा, तर्हि कारणम् अस्ति. नाम निमित्तशब्दः जानाति वा? निमित्तं निमित्त हेतुः, कारणं निमित्तं समानम्. अत्र निमित्तं निमित्तमिति वदामः. निमित्तम् अत्र रेपः इति निमित्तम् अस्ति. तर्हि निमित्तम् अस्ति किन्तु बाधा अस्ति. निमित्तमस्ति वा? अस्ति. रेपः अस्ति. बाधा अस्ति वा? अस्ति. अतः यद्यपि निमित्तम् अस्ति तथापि अतः नकारः न भवति. अस्तु वदामि. अत्र परिश्रमः न कुत्र क्रोधः इति शब्दः. क्रोधः अत्र निमित्तम् इति रेफः इति निमित्तम् अस्ति. निमित्तम् इत्युक्ते कारणं, हेतुः. तर्हि रेफः इति निमित्तम् अस्ति. अत्र नकारः अपि अस्ति. तृतीयविभक्तिः क्रोध प्लस् एन. हा, किन्तु मध्ये धकारः अस्ति. धकारः तवर्गे अस्ति. तथा दध तवर्गे अस्ति. अतः बाधा अधः न भवति. खलु क्रोधेन बाधा नाम चवर्गः, टवर्गः, तवर्गः, वर्गत्रयम्. राजशेखरं अग्रिमं करोतु. निर्धनः अस्तु. निर्धनः कष्टम् इति शब्दः. कष्टम् कष्टमिति तृतीया. अत्र पश्यतु परिश्रमेण. अत्र आनन्दः आनन्देन, दुःखः दुःखेन, सुखः सुखेन. सुखेन आनन्देन परिश्रमेण भावः. यत्र भावः अस्ति तत्र भावसूचकः भाववाचकः अस्ति. तत्र तृतीयविभक्तिः भवति. अत्र अत्र कष्टमिति अस्ति तृतीया. वदतु. निर्धनः धनं सम्पादयति. अहं जानामि. केवलं नाटकं करोति. अहं जानामि. भवान् सर्वं जानाति. हा अस्तु तर्हि अत्र किमस्ति अहं रेफा रेफा इति निमित्तम् इति णत्वस्य निमित्तं रेफः णत्वस्य निमित्तम् इति अहम् उक्तवान् इदा वस्तुतः निमित्तत्रयमस्ति रेफः अनन्तरं ऋकारः कृष्णऋकारः तदपि निमित्तम् अस्ति णत्वस्य रेफः ऋकारः अनन्तरं मूर्धन्यषकारः कृष्णश्च अपि निमित्तमस्ति यथा किन्तु अत्र न पुष्पं हा किमर्थं निमित्तं किं षकारः निमित्तमस्ति बाधा अस्ति वा नास्ति मध्ये के वर्णाः पुष्पेण पकारः एकारः पकारः बाधा अस्ति वा एकारः बाधा अस्ति वा अतः भवति हा इदानीं कष्टं तृतीय किं स्थितिः का किं भवति अत्र निमित्तमस्ति वा कः वर्णः षकारः अनन्तरं मध्ये के वर्णाः सन्ति कष्टेन ए टकारः इकारः बाधा अस्ति वा कुत्र टकारः बाधा अस्ति अतः न भवति न हा नकारः तिष्ठति हा अस्तु विश्वनाथमहोदय अग्रे व्याघ्रम् Are we differentiating here? We're not, right? I mean, like, is everything we're saying kastena, and then, the other one is, what do you call, parisramena. So, the only thing is, the ana will come, right? When there is a bada nasti, so the ana will come. That's the only difference, right? We are while speaking. Yeah. We're just differentiating whether or not what will come or not. Okay, got it. The same rule applies, just like the way you just the same. The same rule applies with Refaha and Shakaraha. And Rikara. In Rikara also. In all these three cases, the same rule applies. Same. Astu. Vishnathan, I agree. Vyagraham drushtva. पान्तः भयेन कम्पते स्म अवगच्छति वा अवगच्छामि समीचीनं व्याघ्रं दृष्ट्वा अत्र व्याघ्रमित्यस्य का विभक्तिः किमर्थं द्वितीया अत्र किमर्थं लक्ष्मीभगिनी किमर्थं द्वितीया विभक्तिः अत्र कारणं किं या कापि विभक्तिः अस्ति वेन् एवर् वी पुट् अ विभक्ति देयर् शुड् बि द कारणम् अस् देयर् सो वी हेव् टु नो वाय् वी से यु नो भवती उक्तवती यत् कारणमस्ति यत् द्वितीया विभक्तिः अस्ति कारणं किं दृष्ट्वा अत्र दृष्ट्वा इत्यस्य कर्मपदं व्याघ्रम् व्याघ्रं हा पान्तः व्याघ्रं दृष्ट्वा कम्पते भयेन कम्पति स्म तर्हि अत्र भयेन इत्यस्य सम्बन्धः कम्पते दृष्ट्वा इति सम्बन्धः नास्ति खलु कम्पते तत्र कम्पते भयेन कम्पते अस्तु दक्षिण भगिनी अग्रे मरणवार्तां श्रुत्वा सा दुःखेन रोदनं कृतवती समीचीनमस्ति अस्तु भवान् यत् करोति तत् आनन्देन करोतु समीचीनं राजशेखर महोदय अग्रे किम समीचीनं किन्तु त्वरा इति शब्दः तत्र लिङ्गं किं त्वरा लिङ्गं किं लिङ्गं किं लिङ्गं स्त्रीलिङ्गं समीचीनमस्ति तर्हि त्वरा वयम् उक्तवन्तः किं कुञ्चिका कुञ्चिका पुनः पुनः वदतु किमपि कार्यं मा करोतु अर्थः अवगतः वा ओके ओके अस्तु लक्ष्मी भगिनी अग्रे सः अधिकारी सदापि रक्षतया रुक्षतया व्यवहरति सः अधिकारी सदा अपि रुक्षतया व्यवहरति अवगच्छति वा रुक्षतया इत्युक्ते रुक्षता रुक्षः रुक्षः नाम कोपेन न रक्षणाति न कोपेन न रफ् रुक्षता रुक्षः इति विशेषणं रुक्षता इति तस्य भावः अनन्तरं रुक्षता रुक्षतया अस्तु अस्तु राजशेखरमहोदय अग्रे समीचीनमस्ति अस्तु सुब्रह्मण्य मया विशेषतया किमपि वक्तव्यं नास्ति अवगतं वा अस्तु समीचीनम् पुनः वदतु मया विशेषतया किमपि वक्तव्यं नास्ति मया अत्र कर्मणि प्रयोगः अस्ति ऐ ऐ डिन्ट् टीच् दिस् टैप् आफ़् सेण्टेन्स् हियर् मीन्स् हियर् देर् इस् नथिङ्ग् पर्टिक्युलर् ऐ शुड् से देर् इस् नथिङ्ग् पर्टिक्युलर् देट् शुड् बि सेड् बै मी देट् इस् अनुवादः अस्तु नथिङ्ग् इन् पर्टिक्युलर् शुड् बि सेड् बै मी अस्तु मया नाम अहम् अहम् इति तृतीयं मया अहम् इति तृतीयं मया वक्तव्यम् अत्र कर्मणि प्रयोगः अस्ति कर्तृप्रयोगः कर्मणि प्रयोगः एकवारम् अहम् उक्तवान् कर्तृकर्मणि प्रयोगः अत्र कर्मणि अस्ति तत् चिन्ता नास्ति अत्र अग्रे रमेशयोः विवाहः वैभवेन प्रवृत्तः समीचीनं अस्तु लक्ष्मीभगिनी कष्टं यावत् वा भवतु भवान् सहनया कार्यं करोतु समीचीनं प्रश्नः अस्ति वा कष्टं यावत् वा भवतु अवगच्छति वा कष्टं यावत् वा भवतु यावत् वा भवतु कष्टं भवान् सहनया कार्यं करोतु अस्तु सुब्रह्मण्यवर्णः एतां वार्तां श्रुत्वा वार्तां श्रुत्वा सा तृप्तेन लिङ्गं किं तृप्तिः पुल्लिङ्गं न गते ईकारान्तस्त्रीलिङ्गशब्दः कथं जानीमः takara asti. List was given. Ha. Takara triptihi. Tihi asti chet prayaha stilinga shabdah. Hmm. Triptihi. Tari. Oh, atra kim bhavati? Atra kim bhavati ikaraha triptya asti. Triptya. Nishvasitavati. Nishvasitavati. Etam vartam shrutva sa triptya nishvasitavati. Nishvasitavati. Nishvasati. Vishvasati, nishvasati. Astu. Agre. Vishwanathama Vyasi. Adhyapakasya tarjanam shrutva sa lajjena. Lingam kim? Atar lingam kim? Lajja. Kunchika. Kunchikaya. Kunchikaya. Kunchikaya. Kunchikaya. Lajjaya. Lajjaya. Adhyapakasya tarjanam shrutva sa lajjaya siraha avanamayya stitavati. Adhyapakasya tarjam shrutva sa lajjaya siraha avanamayya Sthitavati. Evam. Kaha. He's explaining. Avanamaya. Nama namati. Siraha namati. Evam. Avasati. Astu. Ha. Astu. Agre. Rajashekhar Mahodaya agre. Kaha. Saha. Iti. Govindaha kutuhalena Ramaha prashtavan. Ramam. Oh, sorry, Ramam prashtavan. Kutuhalam. Tatra kutuhalam avagacchati va? Janimaha? Kutuhalam idhati. Astu. Agre. Lakshmi Bhagini agre. Parajayam prapya saha. Nirashataya pratigatavan. Parajayam prapya saha nirashataya pratigatavan. Samichanamasti? Etavata adya vayam drishtavantah yat tritiya vibhaktihi tatra sadhanam bhavati apicha bhavasuchakah bhavati iti asti. Tadi asmakam manasi tatha syat nama ya kapi vibhakti asti tasi karanam asti dvitiya vibhaktehi karanam karma padam atra karanam asti tritiya vibhakti sadhanam bhav suchakanam sati satam iti asti itanam idanim nutana katha asti asmakam panchatantra kathaha tatra ekadashi katha Ekadasi katha. Supramani Malaya, kripe patitulata. Murkham uddishya upadesha. Kaschana parvatah asit. Tatra bahava vanarah vasantisma. Kadajit hemanta samaya prapta. Sarvatra vatavarane anyat atyantam shaityam asit. Himapatah api bhavati sma. Etadrisham dussaham shaityam sodhum ashaktam vanarah ashaktah vanarah kampante sma. Svichamasti kashyana parvadah asit. Etat spashtamasti. Tatra bahavah bahu ityasya bahuvachanantarupamasti. Bahu. Yatha guruhu. Guravaha, bahu, bahavaha. Ukaranta. उकारादिशब्दः बहुवचनं पुल्लिङ्गशब्दः न अतः सत्यं पुल्लिङ्गशब्दः अत्र वानरः इति पुल्लिङ्गे अस्ति तत्र बहवः वानराः वसन्ति स्म कदाचित् हेमन्तसमयः प्राप्तः सर्वत्र वातावरणे अत्यन्तं शैत्यमासीत् एतावत् अस्पष्टमस्ति वा विश्वनाथमहोदय हिमपातः अपि भवति स्म स्म इति वयं जानीमः खलु स्म भूतकाले एतादृशं दुस्सहं शैत्यं सोढुं तत्र तुमुन् इत्यस्य सहति सहते वस्तुतः सहते अस्ति सहते सोढुम् अशक्ताः वानराः कम्पन्ते स्म स्पष्टमस्ति अस्तु लक्ष्मी भगिनी शैत्यं नाम शीतलवातावरणमस्ति शैत्यं यथा उष्णस्य भावः औष्ण्यं शीतलस्य भावः शैत्यम् एकदा कश्चित् वानरः कुतश्चित् कानिचित् गुञ्जफलानि आनीतवान् तानि गुञ्जफलानि जानीमः वा गुञ्जफलानि नाम फलविशेषः फलस्य एकः प्रकारकः यथा कदलीफलमस्ति कदलीफलमस्ति आम्रफलमस्ति आम्रफलम् अत्र एकं गुञ्जफलं बेरी एकं बेरी अस्ति एकदा कश्चित् वानरः कुतश्चित् कानिचित् गुञ्जफलानि रक्तवर्णः भवति गुञ्जफलानि आनीतवान् तानि गुञ्जफलानि अग्निकणसदृशानि आसन् अतः अग्निकणसदृशानि अग्निकणसदृशानि अतः वानराः चिन्तितवन्तः एतान् अग्निकणान् मध्ये स्थापयित्वा परितः शुष्कानि पर्णानि स्थापयित्वा फूत्कारं कुर्मः चेत् अग्निः उत्पद्यते अस्मिन् अत्र लेखनदोषः अस्ति दृष्टवती वा कुत्र लेखनदोषः अस्ति परितः शुष्कानि पर्णानि स्थापयित्वा तत्र किम् अत्र लेखनदोषः अस्ति पश्यतु किं भवेत् शुष्काणि खलु निमित्तं किं षकारः बाधा अस्ति वा बाधा नास्ति खलु ककारः अस्ति आकारः अस्ति तत्र बाधा नास्ति शुष्काणि पर्णानि स्थापयित्वा फूत्कारं कुर्मः चेत् अग्निः उत्पद्यते तेन वयं शैत्यपीडां अत्र तेन इत्यस्य का विभक्तिः तृतीया किमर्थं तृतीया अत्र कारणं किं किमर्थं तृतीया अस्ति अत्र फूत्कारं वयं तृतीयविभक्तिद्वयं ज्ञातवन्तः अद्य कीदृशतृतीय अस्ति अत्र साधनम् अस्ति साधनं तेन फुट्केन अग्निः भविष्यति खलु तेन वयं शैत्यपीडां दूरीकर्तुं शक्नुमः इति एवं चिन्तयित्वा ते गुञ्जफलानि मध्ये स्थापयित्वा परितः पर्णानि स्थापितवन्तः फूत्कारं कर्तुम् आरब्धवन्तः परन्तु महता प्रयत्नेन अपि अग्निः न उत्पन्नः तर्हि अत्र परन्तु महता प्रयत्नेन अपि प्रयत्नेन इति शिका विभक्तिः तृतीय कीदृश साधनं साधनं खलु प्रयत्नेन तत्र साधनमस्ति साधनम् आसीत् तथापि अग्निः नापन्नः इति अस्ति अत्र प्रश्नः अस्ति वा कोऽपि प्रश्नः अस्मिन् भागे सर्वं स्पष्टमस्ति अस्तु राजशेखरमहोदय अग्रे शुचिमुखः नाम पक्षी एतत् सर्व पश्यन् आसीत् वानराणां वृषप्रयासं दृष्ट्वा वृथा खलु वृथा वृथाप्रयासम् वृथाप्रयासं दृष्ट्वा सः उक्तवान् बहु मूर्खाः एते अग्निकनाः न अपि तु एतानि गुञ्जफलानि एतावत् अवगच्छति वा अपि तु इत्यस्य कः अर्थः वाक्यं दृष्ट्वा अपि तु इत्यस्य कः अर्थः अपि तु अपि वयं जानीमः खलु अपि किन्तु अपि तु इत्यस्य कः अर्थः किन्तु अपि तु इत्यस्य कः अर्थः अत्र पश्यामः शुचिमुखः नाम पक्षी एतत् सर्वं पश्यन् आसीत् पश्यन् पश्यन् एकस्मिन् काले कार्यद्वयं यदा भवति पश्यन् आसीत् वानराणां वृथा प्रयासं दृष्ट्वा प्रयासः वृथा आसीत् वा किमर्थं वृथा किन्तु फलं किमर्थं न भवितुमर्हति किमर्थम् अग्निः न उत्पन्नः खलु फलानि सन्ति रक्तवर्णितफलानि सन्ति अधः न भवति फलं यावत् नाम फलमस्ति चेत् तत्र फूत्कारं यावत् कुर्मः तथापि तु अग्निः न भविष्यति अतः वृथा खलु वृथा प्रयासं दृष्ट्वा सः उक्तवान् भोः मूर्खाः एते अग्निकणाः न अपि तु एतानि गुञ्जफलानि तर्हि वाक्यं दृष्ट्वा तस्य अर्थः कः अभवत् अपि तु अग्निः न अपि तु गुञ्जफलानि तर्हि अग्निकणाः न अपि तु गुञ्जफलानि तर्हि अर्थः कः स्यात् अनुवादं करोतु अपि तु अग्निकणाः न अपि तु गुञ्जफलानि अर्थः कः वयम् अवगन्तुं शक्नुमः अत्र अपि तु इत्यस्य अनुवादः कः अत्र अपि इत्यस्य आसु इति अर्थः नास्ति अपि तु इति विशेष नाम अभिव्यक्तिः अस्ति विशिष्टा अभिव्यक्तिः अपि तु इत्युक्ते बट् रादर् खलु अग्निकणाः न अपि तु गुञ्जफलानि अवगतं बट् रादर् अस्तु Rajasekharam, agre. Bhavantaha kimartam vyardasramam vyardasramam anubhavanti kutrapi gruhayam guhayam nirvata pradeshah arti va iti anvishyantu tatra gatva tishtantu iti Astu agreed. Tishtan tu. Anvishyan tu iti nam anvashanam kurvan tu. Anvashanam kurvan tu. Astu. Vishwanathana agreed. Teshu yekaha vruddaha vanaraha asit saha suchimukham uktavan are मूर्खा किम यम किम करनीयम किम ना करनीयम इति अरे मूर्खा किम करनीयम किम ना करनीयम इति वयम सम्यक् जानीमः भवतः उपदेशः न उपेक्षितः अपेक्षितः मौनम् इतः गच्छन्तु इति गच्छतु इति अस्तु अवगतम् अस्तु शुभमः परन्तु सूचिमुख तस्य वाक्यम् अनादृत्य पुनः किमर्थं वृथा श्रमम् अनुभवन्ति भवन्तः इति वक्तुम् आरब्धवान् परन्तु सूचिमुखः तस्य वाक्यम् अनादृत्य लियाप्रत्ययस्य आदरः न कृत्वा आदरं न कृत्वा न दत्त्वा अनादरं कृत्वा पुनः दृढति धातुः आद्रियते आदरः अनादृत्य अन् आ दृढधातुः लियप् अनादृत्य पुनः किमर्थं वृथा श्रमम् अनुभवन्ति भवन्तः इति वक्तुम् आरब्धवान् इति स्पष्टमस्ति खलु अस्तु लक्ष्मी भगिनि सूचीमुखस्य उपदेशेन कुपितः कश्चन वानरः तं पक्षयोः गृहीत्वा शिलातले घटितवान् तेन घटनेन सूचीमुखः मृतः सूचीमुखस्य उपदेशेन कुपितः कश्चन वानरः तं पक्षयोः अत्र पक्षयोः सप्तमी अस्ति द्विवचनं पक्षयोः सप्तमी व्यक्ति द्विवचनम् अस्ति ग्रहणं यत्र भागः शरीरस्य एकः भागः सामान्यतया गृह्णाति इत्यस्य द्वितीयकर्मफलम् अहं पुस्तकं गृह्णामि अत्र द्वितीयविभक्तिः नास्ति सप्तमी अस्ति यतोहि शरीरस्य भागः पक्षिणः अत्र पक्षिणः अत्र पक्षद्वयमस्ति शरीरस्य भागः अतः सप्तम् इति नियमः अस्ति. पक्षयोः गृहीत्वा नाम इन् द विङ्ग् ग्रहणमस्ति पक्षिणः नाम वानरः पक्षिं गृह्णाति. पक्षिं गृह्णाति कुत्र? पक्षयोः. पक्षिं गृह्णाति पक्षयोः. Grabbed him on the wing, in the wing. Ataha sapta. Pakshimatiyasya dutiyasti. Pakshayoho grihitva silatale ghattitavan. Iti. Aha, sat-satyam. Ghattitavan. Tena ghattanena suchimukaha mirtaha. Astu. Rajakarmadaya agri. Samapiyatu. मूर्खम् उद्दिश्य उपदेशः अस्माकं विनाशाय एव भवति. अतः मूर्खम् उद्दिश्य प्रति उद्दिश्य नाम प्रति मूर्खम् उद्दिश्य उपदेशः अस्माकं विनाशाय एव भवति. अत्र विनाशाय इति का विभक्तिः जानीमः वा? न, प्रायः अत्र चतुर्थी अस्ति. चतुर्थी नाम इण्डैरेक्ट् आब्जेक्ट्. सामान्यतया अहं महोदयाय पुस्तकं ददामि, किन्तु अत्र चतुर्थी नाम रिसल्ट्स् इन् इति अर्थः. तस्य फलं भवति विनाशाय एव भवति. तर्हि मूर्खम् उद्दिश्य उपदेशः, तस्य अर्थः कः अत्र? सुब्रह्मण्यमहोदय वदतु. मूर्खः कः अत्र अस्यां कथायां? मूर्खः कः? इति पक्षी. मूर्खमुद्दिश्य अत्र मूर्खमुद्दिश्य उपदेशः. अत्र पक्षी मूर्खः इति न उक्तं, वानरः मूर्खः. अतः नाम अपायजनकविषयः मूर्खमुद्दिश्य उपदेशः इति विषयः अस्ति. अस्तु, अविरमाम. अस्तु, नमस्कारः.